सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्बत्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम्. इत्युक्ते अत्र यद्यपि अस्माकं पुस्तकं गीतासोपानं, तथापि अद्य वयं किञ्चित् भिन्नरीत्या कार्यं कुर्मः. अस्माकम् अभ्यासपुस्तकं परिसमाप्तम् आसीत् गते सप्ताहे एव, किन्तु अद्य वयं गीतासोपानं पठामः. किन्तु अद्य वयं किञ्चित् भिन्नरीत्या कुर्मः. किमर्थं चेत् अग्रिमात् सप्ताहात् आरभ्य गीतासोपानं पठिष्यामः. अद्य अहं कथाद्वयं प्रेषितवती, तां कथां पठिष्यामः. गते सप्ताहे वयं किं कृतवन्तः, यद्यपि तथापि इति पदद्वयं योजयित्वा वाक्यानि लेखनीयानि. अद्य वयं तत्र आरम्भे किञ्चित् श्लोकस्य विषये वदामि. अयं श्लोकः भगवद्गीतायाः ध्यानश्लोकः, गीतासोपानं पुस्तके एव अस्ति. अत्र साधारणतया यदा कदापि वयं श्लोकं शृणुमः तदा अन्वयः कः, अन्वयवाक्यं किम् इति द्रष्टव्यम्. अन्वयः इत्युक्ते तत्र पदानि इतस्ततः भवन्ति चेत् तानि सर्वाणि स्वीकृत्य एकत्र उचितरीत्या स्थापयामः. हे अम्ब, हे मातः, हे भगवद्गीते, स्वयं भगवता नारायणेन पार्थाय प्रतिबोधितां पुराणमुनिना व्यासेन महाभारतं मध्ये ग्रथिताम् अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीं भवद्वेषिणीं त्वाम् अनुसन्दधामि, अहम् अनुसन्दधामि इति अर्थः तत्र अन्वयः अस्ति. किन्तु तत्र अर्थः कः इत्युक्ते, स्वयं भगवान् श्रीकृष्णः अथवा स्वयं भगवान् नारायणः एव गीताम् अर्जुनम् उपदिष्टवान्. तेन उपदेशेन किम् अभवत्, अर्जुनः स्वस्य कर्तव्यम् अवगतवान्, अपि च कार्यं कृतवान्. इयं गीता महाभारतं मध्ये एव अस्ति. महामुनिः, पुराणमुनिः व्यासेन महाभारतं लिखितमस्ति. अपि च भगवद्गीता अद्वैतामृतवर्षिणी, अपि च भवद्वेषिणी. भवद्वेषिणी इत्युक्ते भगवद्गीता पुनर्जन्म निवारयति. अपि च भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति. ताम् अत्र अस्मिन् श्लोके बहूनि पदानि कर्मपदानि, अद्वैतामृतवर्षिणीं, भगवतीम् अष्टादशाध्यायिनीं, त्वाम्, एतानि पदानि कर्मपदानि. अनुसन्दधामि इत्युक्ते अहं ध्यानं करोमि इति अर्थः. अत्र गीतासोपानं पुस्तके एव अयं श्लोकः अस्ति. अनन्तरं वयं अत्र यद्यपि तथापि योजयित्वा वाक्यानि लेखनीयानि. भवतः सम्यक् रीत्या लिखितवन्तः इति मम चिन्तनं. तत्र गते सप्ताहे एव वयं बहु गभीररीत्या तस्मिन् विषये बहूनि उदाहरणानि स्वीकृत्य वयम् अभ्यासं कृतवन्तः. अतः अद्य वयं कथां पठिष्यामः. सर्वे एकवारम् अत्र कथा अस्ति, संक्षेपरामायणम् इति कथा अस्ति, तां कथां पुरतः स्थापयन्तु. सरलकथा एव, तत्र बहु किमपि काठिन्यमेव नास्ति. अत्र यद्यपि गीतासोपानं पठनीयं, तथापि वयं कथां पठिष्यामः अद्य. अतः संक्षेपरामायणम् इति कथां पुरतः स्थापयन्तु. उत्तमम्. अनन्तरम् अत्र भूमा भगिनी, भवत्याः पार्श्वे कथा. क्षम्यतां भगिनि, मम समीपे कथा नास्ति. कथा कुत्र अस्ति? एकवारं मम ईमेल् पश्यतु भगिनी, तस्मिन् अस्ति. तत्र चत्वारि करपत्राणि प्रेषितवती. सर्वे एकवारं, कथा तु सरला एव, अत्र ईमेल् एकवारं पश्यन्तु. ईमेल् मध्ये चत्वारि करपत्राणि सन्ति. Ramayana is the very first one. I'm going to click on it. Yeah, I see a small photocopied thing. Is that right? Aam Mahodaya. Atra agami saptaha tarabhya gita sopanam patishyamaha chinta mastu. Adya kinchit bhinaritya asmakam parshve कथाद्वयम् अस्ति, तां कथां पठिष्यामः. कथायाः पठनेन बहून् विषयान् वयं ज्ञातुं शक्नुमः, अतः कथां पठामः. अत्र आरम्भे भूमा भगिनी, तत्र कथायां प्रथमपरिच्छेदं पठतु. आं भगिनि, एतां कथाम् उच्चैः पठत. महर्षिः वाल्मीकिः तमसानद्याः तीरे वसति स्म. एकदा देवर्षिः नारदः तस्य आश्रमम् आगतवान्. वाल्मीकिः नारदं प्रणम्य उक्तवान्, अस्ति मम जिज्ञासा, लोके कः श्रेष्ठपुरुषः इति. तावत्पर्यन्तं भवती किम् अवगतवती, वदतु. वाल्मीकि एकः महान् ऋषिः, सः तमसानदीतीरे तमसानद्याः तीरे निवासं कृतवान्. एकदा एकस्मिन् समये देवर्षिः नारदः तस्य आश्रमम् आगतवान्. सो नारदं प्रणम्य वाल्मीकिः उक्तवान्, मम एकं जिज्ञासा अस्ति, लोके इदानीं लोके कः पुरुषः श्रेष्ठः इति. उत्तमम् इति इति सः पृच्छति, पृष्टवान्. उत्तमम्. अत्र जिज्ञासा इति पदम् आकारान्तपदमस्ति इति कृत्वा एका जिज्ञासा. एका जिज्ञासा, ओ श्रीलिङ्ग. अत्र किञ्चित् कथा भवति सम्यक्तया, कथायां किम् अस्ति इति उक्तवती, किन्तु व्याकरण अंशान् परिशीलयामः. अत्र अस्माकं कार्यं किं, वयं सर्वे रामायणस्य विषये ज्ञातवन्तः एव, जानीमः एव, किन्तु व्याकरणविषयान् परिशीलयामः. भवती जानाति एव, अतः वदतु. एतां कथाम् उच्चैः पठत, चत्वारि पदानि सन्ति, तेषां विषये वदतु. एतां कथां द्वितीयाविभक्ति एकवचनं स्त्रीलिङ्गे अस्ति. उच्चैः उच्चैः तृतीयविभक्ति बहुवचनं. उच्चैः पठत लोट्लकार पठ् धातु, पठ् सकर्मकधातु इति एतां कथां द्वितीयविभक्ति अस्ति. अत्र उच्चैः इति पदम् अस्मिन् वाक्ये अत्र किं वदामः क्रियाविशेषणं कथम् इत्युक्ते उच्चैः क्रियाविशेषणं यथा भवती उक्तवती उच्चशब्दस्य उच्चैः तथापि भवितुमर्हति किन्तु अत्र क्रियाविशेषणं भवति पठधातुः सकर्मकधातुः अपि च मध्यमपुरुषबहुवचनरूपम् उत्तमं यथा भवती उक्तवती महर्षिः इति समस्तपदमस्ति महर्षिः तत्र उत्तमं महान् ऋषिः तत्र किमर्थं महान् ऋषिः इति व्यस्तरूपेण वदामश्चेत् महान् ऋषिः किन्तु समस्तपदं कृत्वा लिखितमस्ति तत्र कथं महर्षिः इति भवति इति प्रश्नः अत्र मास्तु केवलं कथं समस्तपदस्य निर्माणं भवति इति वयम् अग्रे गत्वा पठिष्यामः उत्तमम् अत्र रामायणम् इत्युक्ते रामस्य अयनम् अयनम् इत्युक्ते जर्णि इति अर्थः साधारणतया वयं शृणुमः दक्षिणायनम् उत्तरायणम् इति एतानि पदानि तथा एव अत्र रामायणम् अत्र भुवादिगणे एकः धातुः अस्ति ऐ गतौ इति धातुः अस्ति अयते अयेते अयन्ते तादृश धातुः अस्ति तस्मात् अयनम् इति ल्युडन्तपदम् आगतं तमसा नद्याः तीरे अत्र भगिनी वदतु किञ्चित् तमसा नद्याः तीरे तत्र रूपं किं तमसा नद्याः षष्टि एकवचनं उत्तमं सप्तमी उत्तमं वसति स्म इति लिखितमस्ति तेन भवती किम् अवगतवती लङ् लङ्लकारे वसति स्म वसति वर्तमानकालं स्म योजयित्वा भूतकालार्थं योजयामः उत्तमं तावदेव अनन्तरं देवर्षि नारदः तस्य आश्रमं गतवान् आश्रमम् आगतवान् उत्तमम् आश्रमम् आगतवान् अत्रापि द्वितीय अत्र आगतवान् इति पदमस्ति तस्य त्रीणि रूपाणि भवन्ति त्रीणि रूपाणि वदतु पुंलिङ्गे आगतवान् आगतवन्तौ आगतवन्तः उत्तमं स्त्रीलिङ्गे वदामश्चेत् आगतवती आगतवत्यौ आगतवत्यः उत्तमं नपुंसकलिङ्गे अपि रूपाणि भवन्ति किन्तु नपुंसकलिङ्गे आगतवती ह्रस्व इकारः आयाति एकवचने अपि च आगतवान् यद्यपि अत्र एकं वक्तुमिच्छामि अस्मिन् वाक्ये तिङन्तपदं नास्ति तिङन्तपदम् इत्युक्ते क्रियापदं नास्ति यद्यपि क्रियापदं नास्ति तथापि वयम् अवगन्तुं शक्नुमः यत् नारदः आश्रमम् आगतवान् इत्युक्ते अत्र आगतवान् इति पदं कृदन्तपदं कृदन्तपदम् इत्युक्ते धातुतः निर्मितमस्ति अपि च सुबन्तपदम् इत्युक्ते पदस्य अन्ते सुप्रत्ययः अस्ति इति कारणतः अत्र सुबन्तपदम् इति वदामः यद्यपि वाक्ये तिङन्तपदं नास्ति तिङन्तपदम् इत्युक्ते वसति पठति गच्छति तादृशानि पदानि तिङन्तपदानि किन्तु अत्र आगतवान् इति पदं सुबन्तपदं सुबन्तपदमस्ति चेदपि वयं सुलभतया अवगन्तुं शक्नुमः इत्युक्ते कृदन्तपदम् अपि क्रियापदम् इव कार्यं करोति अत्र तदर्थमेव अपि च अत्र आगतवान् इत्यस्मिन् पदे गम् धातुः अस्ति गम् धातुः सकर्मकः अस्ति इति कृत्वा आश्रमम् इति कर्मपदम् अस्मिन् वाक्ये अस्ति नो चेत् पदं तत्पदम् आश्रमः आश्रमम् इति कर्मपदम् अस्ति तस्मिन् वाक्ये वाल्मीकिः नारदं प्रणम्य अत्र वदतु भगिनी नारदं प्रणम्य अत्र प्रणम्य कीदृशं रूपं ल्युडन्तपदं ल्युडन्तपदं ल्युडन्तपदम् उत्तमम् अत्र वाल्मीकिः इति पदमस्ति वाल्मीकिः इत्युक्ते तत्र एतत् पदं तद्धितान्तपदम् इति वदामः इत्युक्ते वल्मीकम् इत्युक्ते एण्ड् हिल् इति अर्थः वल्मीके भवः वाल्मीकिः इति अर्थं वक्तुं शक्नुमः किन्तु तत्र तद्धितं तद्धितान्तं रूपं कथम् आयाति, केन सूत्रेण अथवा कस्य प्रत्ययस्य योजनेन आयाति इति अस्माकं तत्तु भिन्नविषयः. अनन्तरं नारदं प्रणम्य, अत्र प्रणम्य इति अत्र धातुः वक्तुं शक्नोति वा? नम्रदातु अत्र उत्तमं भगिनि, उत्तमम्. इत्युक्ते नमति इति लट्लकाररूपमस्ति, वयं जानीमः अहं देवं नमामि इति. तत्र नम् धातुः अस्ति, नम् धातुः रूपमेव नमति. किन्तु अत्र प्रणम्य किमर्थमस्ति? प्र उपसर्गमस्ति. यद्यपि यत्र कुत्रापि उपसर्गः अस्ति चेत् धातु वदतु वदतु. शान्तरूपं ल्यबन्तरूपम् आयाति. कदा भवति? उपसर्गम् अस्ति चेत्. उत्तमं. धातोः पूर्वम् उपसर्गं योजयामश्चेत् तदा क्त्वान्तरूपस्य स्थाने ल्यप् ल्यप् इति एकः प्रत्ययः, क्त्वा इति एकः प्रत्ययः, तावदेव. किन्तु तयोः अर्थभेदः तु नास्ति, केवलम् उपसर्गः अस्ति इति कारणतः ल्यबन्तरूपं सिद्ध्यति. अत्र प्रणमति, प्रणमति इति लट्लकाररूपं भवितुमर्हति. तत्र प्रणम्य ल्यबन्तरूपं, प्रणम्य उक्तवान्. किम् उक्तवान्? मम अस्ति मम जिज्ञासा, इत्युक्ते मम जिज्ञासा अस्ति. जिज्ञासा इत्युक्ते ज्ञातुम् इच्छार्थम् इच्छति, ज्ञातुम् इच्छामि. उत्तमम्. अहं ज्ञातुम् इच्छामि. उत्तमं भगिनि. अत्र ज्ञातुम् इच्छा इति पदं जिज्ञासा इति पदम् अहं पूर्वमेव उक्तवती. सनन्तरूपं साधारणतया सनन्तरूपेषु द्वित्वं भवति, जिज्ञासा, पिपासा, चिकीर्षा, चिकित्सा. इत्युक्ते तत्र बहूनि कार्याणि भवन्ति तत्र सनन्तरूपेषु. ज्ञाधातोः रूपमेव, ज्ञाधातोः रूपमेव, किन्तु तत्र द्विवारम् आयाति ज्ञाधातुः. तत्र बहूनि कार्याणि भवन्ति, तदर्थमेव जिज्ञासा इति अन्तिमं रूपम् आगतम्. अपि च सः किं पृच्छति? अहं मम जिज्ञासा अस्ति. तस्य जिज्ञासा का? कस्य जिज्ञासा? यद्यपि अत्र वाल्मीकस्य जिज्ञासा. तत्र किं वक्तव्यं? वाल्मीकेः जिज्ञासा, हरिशब्द. उत्तमम् उत्तमं, तदेव वाल्मीकेः जिज्ञासा. जिज्ञासा का? जिज्ञासा अस्मिन् लोके श्रेष्ठपुरुषः कः इति. अस्मिन् लोके अत्र श्रेष्ठ इति एकं पदमस्ति, तत्रापि एकः प्रत्ययः अस्ति. श्रेष्ठ इत्युक्ते तत्र इष्टन् इति एकः प्रत्ययः, इष्टन् प्रत्ययः, इयसुन् प्रत्ययः. साधारणतया वयम् आङ्ग्लभाषायां किं वदामः? सूपर्लेटिव् डिग्री इति वदामः. सूपर्लेटिव् डिग्री इत्युक्ते अत्र श्रेष्ठः. उत्तमम् उत्तमं, तदेव. तरप् तत्र प्रत्ययद्वयमस्ति, तरप् तमप् इति प्रत्ययद्वयम्, इष्टन् इयसुन् इति अनिप्रत्ययद्वयम्. इत्युक्ते सूपर्लेटिव् डिग्रि, कम्पारेटिव् डिग्रि इति आङ्ग्लभाषायां वदामः. अत्र श्रेष्ठ, अत्र श्रेष्ठपदम् इति कर्मागतं किञ्चित् वदामि, किमर्थं चेत् अहं पठितवती अतः वदामि. अत्र प्रशस्य इति एकं प्रशस्य इति पदस्य स्थाने श्र इति आदेशः भवति. तत्र सूत्रमस्ति प्रशस्यस्य श्रः इति सूत्रेण प्रशस्य स्थाने श्र इति आदेशः भवति. तदनन्तरं श्रायोगः इष्ट, किमर्थं चेत् इष्टन् प्रत्ययः, इष्ट इति अस्ति. योजनेन तत्र गुणसन्धिः भूत्वा श्रेष्ठ इति पदम् आगतम्. यदि वयं इष्टन् प्रत्ययं योजयामः इत्युक्ते कुत्र योजयामः? बहवः जनाः सन्ति लोके, सः किं वक्तुं लोके बहवः जनाः सन्ति, तेषु सर्वेषु जनेषु कः श्रेष्ठः इत्युक्ते तत्र बहवः जनाः सन्ति, बहुषु अतिशयं दर्शयितुं तत्र श्रेष्ठ इति इष्टं प्रत्ययं योजयामः. अत्र बहुषु जनेषु, लोके बहवः जनाः सन्ति, तेषु कः श्रेष्ठः इति सः ज्ञातुमिच्छति. यदि केवलं जनद्वयमेव अस्ति तदा किं वदामः, तयोः द्वयोः जनयोः मध्ये कः पुरुषः उत्तमः. निशिकान्त पाण्डे, तस्मात् गृहात् बहुध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. धन्यवादः. अनन्तरम् अत्र इष्ट इति प्रत्ययस्य विषये किञ्चित् वयं परिशीलनं कुर्मः. अत्र यदि केवलं लोके जनद्वयमेव अस्ति तदा नो तत्र किं वदामः, लोके न, तत्र यदा द्वयोः जनयोः मध्ये एव तुलनां कुर्मः तस्मिन् समये तत्र श्रेष्ठ इष्टन् इयसुन्, इयसुन् इति प्रत्ययः आगच्छति, तदा रूपं किं भवति इत्युक्ते श्रेयान् इति रूपम् आयाति. अत्र श्रेष्ठ इति रूपं दत्तमस्ति. उत्तमम् इत्युक्ते एतावता किम् अभवत्, वाल्मीकिः नारदं प्रणम्य ज्ञातुमिच्छति अस्मिन् लोके श्रेष्ठपुरुषः कः इति ज्ञातुमिच्छति. उत्तमम्. अनन्तरम् अत्र शोभा भगिनी भवती पठतु द्वितीयपरिच्छेदम्. आं भगिनि, नारदः वाल्मीकिं प्रत्युक्तवान्, अयोध्यायां दशरथः इति महाराजः अस्ति, तस्य तिस्रः भार्याः सन्ति, तासु ज्येष्ठा कौसल्या, तस्याः पुत्रः रामः, दशरथस्य द्वितीया भार्या सुमित्रा, तस्याः लक्ष्मणः शत्रुघ्नः च इति द्वौ पुत्रौ स्तः, कनिष्ठा भार्या कैकेयी, तस्याः पुत्रः भरतः. एवं दशरथस्य चत्वारः पुत्राः सन्ति इति. वदतु. तत्र नारदः वाल्मीकिं प्रत्युक्तवान्, तत्र वाल्मीकेः प्रश्नस्य अनन्तरं नारदः उत्तरं दत्तवान्, तत्र प्रति योगः उक्तवान् इत्यस्य प्रत्युक्तवान् इति अन्तिमरूपं भवति. नारदः वाल्मीकिं कर्मपदम्. अयोध्यायां दशरथ, अयोध्या इति स्त्रीलिङ्गे अस्ति इति कृत्वा अयोध्यायाम् इति सप्तमी विभक्ति भवति. दशरथः इति महाराजः अस्ति, तस्य तिस्रः भार्याः. तिस्रः स्त्रीलिङ्गे त्रि इति पदस्य रूपं, भार्या इति स्त्रीलिङ्गं, भार्याः सन्ति. तासु तासु अपि स्त्रीलिङ्गे, भार्या इत्यस्य कृते तासु ज्येष्ठा कौसल्या, तत्र ज्येष्ठा कौसल्या, कौसल्या पदस्य विशेष्य विशेषणं सम्बन्धं, ज्येष्ठविशेषणं. तस्याः पुत्रः रामः, तस्याः स्त्रीलिङ्गे षष्टिविभक्ति, तस्याः पुत्रः, कौसल्याः पुत्रः रामः. दशरथस्य द्वितीया भार्या, भार्या पदस्य विशेषणं द्वितीया, द्वितीया भार्या सुमित्रा. तस्याः लक्ष्मणः शत्रुघ्नः च, तस्य तत्र लक्ष्मणः शत्रुघ्नः द्वे अपि स्तः इति कृत्वा च, लक्ष्मणः शत्रुघ्नः च इति द्वौ पुत्रौ, द्विवचने द्वौ पुत्रौ स्तः. कनिष्ठा भार्या कैकेयी, तत्र कनिष्ठा पुनः विशेषणं भार्या इति पदस्य, कैकेयी. तस्याः पुत्रः भरतः. एवं दशरथस्य चत्वारः पुत्राः सन्ति इति. उत्तमम्. उत्तमं भगिनी. अत्र प्रत्युक्तवान् तत्र यण् सन्धिः अस्ति, यण् सन्धिः भवति प्रति ईयोगः औ क्षम्यताम् उ सन्धि भूत्वा यकारः आगच्छति प्रत्युक्तवान्। उत्तमम् उत्तमं भगिनि। अत्र महाराजः इत्युक्ते तदपि समस्तपदं, तत्र महान् राजा इति वदामः। तत्र महान् राजा कथं महाराजः भवति इत्युक्ते, तत्र यदा वयं समस्तपदं निर्मामः तत्र कानिचन सूत्राणि भवन्ति। अनन्तरम् अत्र ज्येष्ठा भार्या कौसल्या, अत्र यथा श्रेष्ठ इति पदं तादृशमेव अत्र ज्येष्ठा, किन्तु अत्र स्त्रीलिङ्गे दत्तमस्ति। तत्र एकं सूत्रमस्ति ज्यच इति एकं सूत्रं, ज्यच इति सूत्रेण तत्र ज्या इति आदेशः भवति प्रशस्यस्थाने तत्र। अनन्तरं दशरथस्य द्वितीया भार्या सुमित्रा, अत्र भवती सर्वम् उक्तवती। अत्र द्वौ पुत्रौ स्तः, अन्येषां कृते किञ्चित् वदतु अत्र स्तः इति कीदृशं पदम्? स्तः दातु, क्षम्यतां वदतु। तत्र द्वितीय अस्ति, स्तः सन्ति, स्तः द्विवचने प्रथमपुरुषे यथा भवती उक्तवती अस्धातोः रूपम्। उत्तमम्। अत्र अहम् एकत्र पठितवती तदर्थं वदामि। अयोध्या इत्युक्ते तत्र पदस्य अर्थः कः इत्युक्ते, तस्य आक्रमणं कर्तुम् अशक्यम् इति अर्थः। अपि च अत्र लक्ष्मणः शत्रुघ्नः द्वौ अपि यमलभ्रातरौ इति वदामः। यमलभ्रातरौ इत्युक्ते ट्विन् ब्रदर्स् इति अहं पठितवती। अपि च अत्र चत्वारः पुत्राः सन्ति इति पदमस्ति, अत्र वा पदद्वयमस्ति। स्त्रीलिङ्गे नपुंसकलिङ्गे किञ्चित् वदतु, अत्र कथायां किमस्ति तत् त्यजतु, किन्तु भिन्नरीत्या अत्र चत्वारि पदस्य रूपाणि स्वीकृत्य स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे किञ्चित् वदतु, वाक्यानि वदतु। चत्वारः पुत्रः, चत्वारा स्त्रीलिङ्गं किमस्ति तत्र चत्वारि इत्यस्य? न अत्र किं वक्तुमिच्छामि इत्युक्ते, अत्र पुत्रः इति पुंलिङ्गपदमस्ति इति कृत्वा चत्वारः पुत्राः इति लिखितमस्ति। तत्र भिन्नरीत्या इत्युक्ते तत्र भिन्नं पदम् इत्युक्ते नपुंसकलिङ्गपदम् अन्यत् पदं स्वीकृत्य, स्त्रीलिङ्गपदम् अन्यत् पदं स्वीकृत्य। किमर्थं पृच्छामि इत्युक्ते, अभ्यासपुस्तके वयं पठितवन्तः चत्वारि पर्यन्तं लिङ्गभेदः अस्ति। अस्तु अस्तु, यथा द्वयं त्रयम् इति, तत्र क्षम्यतां भगिनि विस्मरामि। अत्र किं वदामि इत्युक्ते, अत्र पुस्तकानि इति पदं नामपदम् अस्ति चेत्, पुस्तकानि इति अस्ति चेत् किं वदामः, चत्वारि पुस्तकानि। किन्तु महिलाः, अत्र किं लिखितमस्ति, दशरथस्य तिस्रः भार्याः सन्ति। यदि चत्वारि योजयित्वा स्त्रीलिङ्गे वदामश्चेत् किं वदामः, चतस्रः महिलाः इत्युक्ते चतुर्शब्दस्य रूपाणि पुंलिङ्गे चत्वारः, स्त्रीलिङ्गे चतस्रः, नपुंसकलिङ्गे चत्वारि भवति। उत्तमं, तावदेव। I have a prashnam here. Why isn't chatvara in plural? Because there are four four sons here. Shouldn't chatvaraha be in plural? Chatvaraha ityukte chatur shabdasya bahuvachana rupam. Chatvaraha putraha. Okay, so chatvaraha is plural already. Okay, thank you. Chatvaraha putraha santi. इतोपि किमस्ति अस्मिन् वाक्ये? अत्र कनिष्ठा इति पदमस्ति. कनिष्ठा इति पदम् अत्र, कनिष्ठा इति पदमपि इष्टन् प्रत्ययान्तरूपमेव. अत्र युवन् युवन् इति एकं पदमस्ति संस्कृतभाषायां. युवन् इत्यस्य स्थाने कन् इति आयाति. तदर्थमेव अत्र कनिष्ठा इति इष्टन् प्रत्ययान्तरूपमस्ति. तावदेव, इतोपि किमपि नास्ति. धन्यवादः भगिनि. अनन्तरं गीतांजलि भगिनी भवती पठतु अग्रिमं परीक्षणम्. आं भगिनि, श्रूयते वा? श्रूयते. एवं नारदः रामस्य कथां वक्तुम् आरब्धवान्. दशरथः रामं युवराजं कर्तुम् इष्टवान्, परन्तु कैकेयी तस्याः पुत्रं भरतमेव युवराजं कर्तुम् इष्टवती. सा दशरथं मारितवती च यत् भवान् पुरा द्वौ वरौ दत्तवान्. तौ इदानीं पृच्छामि, मम प्रथमः वरः रामस्य चतुर्दशवर्षाणां वनवासः भवतु इति, द्वितीयः वरः भरतः युवराजः भवतु इति. किञ्चित् वदतु. एवं नारदः रामस्य कथां वक्तुम् आरब्धवान्. नारदऋषि वाल्मीकि ऋषिम् इति वदामि इति वदति. दशरथः एकः राजा अस्ति, अपि च चत्वारः पुत्राः सन्ति. तदनन्तरं नारदः रामस्य दशरथस्य कथा उक्तवान् आरब्धवान्. अत्र कथाम् इति कर्मपदं, रामस्य इति षष्ठी, नारदः इति कर्ता, आरब्धवान् इति क्रियापद पदं पुल्लिङ्गे. हरि ओं महोदय. वदतु महोदय. आं महोदय, यदा चत्वारः पुत्रः सन्ति, किञ्चित् पूर्वे उक्तवती सा अग्रजा, तो अहं वदामि यदा चतुश्च एकचतुश्रयन् अस्ति बहुवचने शब्दरूपमध्ये, तो अहं वदामि यदा चत्वारः पुत्राः सन्ति तो चतुष्टयान् पुत्राः सन्ति एवं भवितुम् अर्हति वा? अहं सम्यक्तया न जानामि महोदय. अत्र चत्वारः पुत्राः, अहं चिन्तयामि बहुवचने चत्वारः लिखामश्चेदपि सम्यक् एव. आमामाम्. इत्युक्ते इयं कथा भाषासोपानम् इति पुस्तकात् उद्धृता कथा. यदि भवन्तः भाषासोपानम् इति एकं पुस्तकमस्ति, तस्मिन् पुस्तके अपि गीतासोपानम् इव समाना विषयाः सन्ति. तत्र तस्मिन् पुस्तके इयं कथा अस्ति, तत्र अहं सम्यक् एव इति अहं चिन्तयामि. आमामामामां, मम क्लेशः इदानीं बहिर्गतः. नो चेत् यदि भवान् जानाति चेत् वदतु महोदय. तत्र किमपि भिन्नविषयः अस्ति वा, इत्युक्ते इतोपि अस्माभिः किमपि अवगन्तव्यं वा अस्ति चेत्? महोदय, एक चतुरः एतत् शब्दरूप अस्ति, तो चतुर् शब्दरूपे त्रीणि लिङ्गानि सन्ति, तैः एकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः. सा अग्रजा उक्तवती किञ्चित् पूर्वे एव, तो एकं पुनरपि अस्ति चतुष्टय, चतुष्टय शब्दरूपः अस्ति, अकरान्त् पुंलिङ्गः, तत्र बहुवचने लिखितमस्ति चतुष्टयान् इति पुत्र अपि भवितुम् अर्हति यदा यदा महोदय किञ्चित् पूर्वे उक्तवती सा अग्रजा दशरथस्य चत्वारः पुत्राः सन्ति, पुत्राः सन्ति, तो दशरथस्य चतुष्टयान् पुत्राः सन्ति एवमपि भवितुम् अर्हति एव एतत् अहं आमाम् वदतु महोदय. न न इदानीं मम क्लेशं जातः भगिनी यत् पठति पुनरपि चालयतु महोदय, अहं शृणोमि इदानीम्. इत्युक्ते अत्र चतुष्टय इति पदमपि अस्ति, चतुष्टयपदं योजयित्वा अपि वयं लेखितुं शक्नुमः. उत्तमं, धन्यवादः महोदय. गीतांजलि भगिनी भवती वदतु अत्र. दशरथः रामं युवराजं कर्तुम् इष्टवान्, रामं युवराजम् इति दशरथः इष्टवान्. रामः युवराजः भवति इति दशरथः इच्छति. अत्र रामं युवराजम् इति विशेषणं भाव कर्तुम् इति तुमुन् प्रत्यय, इष्टवान् इति भूतकालार्थक सूचना. भगिनि अत्र एकं वक्तुमिच्छामि, अत्र तुमुन् प्रत्ययः कुत्र आयाति? तुमुन् इत्युक्ते चतुर्थी विभक्ति अर्थ अपि सूचयति. इत्युक्ते अत्र पश्यतु, पूर्वस्मिन् वाक्ये रामस्य कथां वक्तुम् आरब्धवान्, अत्र युवराजं कर्तुम् इष्टवान्, अत्र आरब्धवान्, अत्र आरब्धवान् इति अस्मिन् तत्र आ इति उपसर्गः अस्ति, रब् धातुः लट्लकाररूपम् आरभते इति रूपमस्ति आरभते. अत्र इष्टवान्, अत्र धातुः इष् धातुः सकर्मकधातुः एव, इच्छति इति लट्लकाररूपमस्ति. रामः अत्र दशरथः रामं युवराजं कर्तुम् इष्टवान्. अत्र रामं युवराजं द्वयोर्मध्ये सम्बन्धः कः? विशेष्यं विशेष्य विशेषणं विशेषभावं भगिनि. किन्तु कैकेय्याः आशयः कः? परन्तु कैकेयी तस्याः पुत्रं भरतमेव युवराजं कर्तुम् इष्टवती, किन्तु कैकेयी इति न इच्छति, कैकेयी एव भरतम् एव इच्छति युवराजं भवति. परन्तु इति अव्ययपदम्, कैकेयी इति कर्ता, तस्याः इति षष्ठी स्त्रीलिङ्ग एकवचन, तस्याः पुत्रं भरतम् इति विशेषविशेषणं भाव एव इति अपि अव्ययपदं, युवराजं कर्मपदं कर्तुम् इच्छति इष्टवती. इत्युक्ते अत्र तुमुनन्तं पदमपि, यदि तत्र तुमुन् प्रत्ययः अपि अत्र क्रूदन्तरूपमेव, अत्र क्रूधातुः सकर्मकः अस्ति इति कृत्वा क्त्वान्तपदं वा तुमुन्नन्तं पदं वा अथवा क्तवत् रूपं वा क्रुदन्तरूपाणि धातुतः आयान्ति. धातुः सकर्मकः अस्ति चेत् तत्र कर्मपदं सिद्ध्यति एव. अनन्तरम् अत्र इष्टवती इति क्तवत्वन्तरूपम् अस्ति, तस्य रूपाणि वदतु. इष्टवती, इष्टवत्यौ, इष्टवत्यः. उत्तमम्. अपि च अत्र अग्रिमे वाक्ये स्मारितवती इति पदमस्ति, तत्र तस्मिन् विषये किञ्चित् वदतु. स्मारितवती, स्मारितवती इति निजन्तपदं रूपं. स्मारितवती इत्युक्ते किमपि स्त्रीलिङ्ग् इति भूतकालार्थ इति सूचयति. उत्तमम्. अत्र यथा भवती उक्तवती स्मारितवती, किन्तु निजन्तरूपम् अस्ति इति कृत्वा स्मारितवती. वयं साधारणतया लुडन्तरूपाणि शृणुमः, स्मरणं स्मारणम् इति वयं शृणुमः. अत्र साधारणरूपं किं? निजन्तरूपं स्मारितवती. कोऽपि वदतु. स्मृतवती. स्मृतवती. स्मृतवती इति वदामश्चेत् साधारणरूपं. स्मारितवती, सा किं कृतवती? सा इत्युक्ते अत्र का? कैकेयी स्मारितवती. कं स्मारितवती? दशरथं स्मारितवती. अत्र स्मृधातोः रूपं स्मरति इति लट्लकाररूपं. दशरथं स्मारितवती. किं स्मारितवती वदतु? भवान् पुरा द्वौ वरौ दत्तवान् इति स्मारितवती. पुरा इत्युक्ते भूतकाले, द्वौ वरौ द्विवचने, दत्तवान् इत्युक्ते अपि च दत्तवान् दत्तवन्तौ दत्तवन्तः. उत्तमं. पुंलिङ्गे रूपाणि सन्ति. अत्र द्वौ वरौ, अत्र विभक्तिः का? द्वौ वरौ प्रथमविभक्ति. द्वौ वरौ दत्तवान्. दत्तवान् इति कर्मपदम् अस्ति. द्वौ वरौ भगिनि पुनः पृच्छतु. द्वौ वरौ इति कर्मपदमस्ति. कर्मपदम् इत्युक्ते अत्र दा धातुः सकर्मकधातुः, अतः द्वितीयविभक्ति द्विवचनं. द्वौ वरौ दत्तवान्. उत्तमम्. अनन्तरं सः कस्यै दत्तवान् इत्युक्ते कैकेय्यै किं वदामः? किमपि. तौ इदानीं, तौ इदानीं पृच्छामि इत्युक्ते तौ द्वौ वरौ पृच्छामि. अनन्तरं वदतु. त्वौ द्वौ वरौ इच्छति अधुना इति. इच्छति. अनन्तरं रामस्य चतुर्दशवर्षाणां वनवासः भवतु. सः प्रथमः वरः. द्वितीयः वरः भरतः युवराजः भवतु इति वरद्वयं पृष्टवती. उत्तमं. तावदेव. धन्यवादः भगिनि. अनन्तरम् अत्र सुचित्रा भगिनी भवती पठतु अग्रिमकरपत्रं स्वीकृत्य. अग्रिमे करपत्रे भगिनि क्षम्यता. चतुर्दशवर्षाणां समस्तपदम् किं? समस्तपदं विग्रहवाक्यं किं? विग्रहवाक्यं चतुर्दश, तत्र अहं चिन्तयामि. तत्र यद्यपि संख्यावाचकपदमस्ति, यद्यपि तत्र चतुर्दश इति पदं संख्यावाचकपदमस्ति, तथापि द्विगुसमासः न भवति. तत्र कर्मधारयसमासः भवति इति अहं चिन्तयामि. नो चेत् तत्र बहवः नियमाः सन्ति भगिनि. किमर्थं चेत् तत्र पूर्वस्मिन् पदे संख्यावाचकपदमस्ति चेत् साधारणतया द्विगुसमासः भवति, किन्तु तत्रापि नियमाः सन्ति. सप्तऋषयः अथवा चतुर्वेदाः तथा वदामश्चेत् प्रसिद्धसङ्ख्या अस्ति चेदेव तत्र संख्या, प्रसिद्धसङ्ख्या अस्ति चेत् भिन्नसमासः भवति. नो चेत् तत्र कर्मधारयसमासः वा अथवा द्विगुसमासः वा भवति, किन्तु द्विगुसमासः न भवति अत्र. धन्यवादः. अनन्तरम् अत्र भवती एव पठतु अत्र अग्रिमपरिच्छेदम्. अरुणा भगिनी, एतत् श्रुत्वा दशरथः दुःखितः अभवत्, तथापि सः वचनबद्धः आसीत्। अतः यथा कैकेयी पृष्टवती तथा एव भवतु इति दशरथः अङ्गीकृतवान्। रामः पितृवाक्यस्य वाक्यपरिपालनार्थं वनं गतवान्। तेन सह पत्नी सीता, भ्राता लक्ष्मणः च गतवन्तौ। दशरथः शोकं सोढुम् असमर्थः अभवत्, सः मृतः च। कैकेयी द्वौ वरौ श्रुत्वा दशरथः राजा दशरथः दुःखितवान् अभवत्। तथापि राजः वचनबद्धः आसीत्, अतः दशरथ उक्तवान् यथा कैकेयी पृष्टवती तथा एव भवतु इति अङ्गीकृतं कृतवान्। रामः तत् श्रुत्वा पितृवाक्यपरिपालनार्थं वनं गतवान्। रामेण सह पत्नी सीता, भ्राता लक्ष्मणः च गतवन्तौ। रामस्य वनं गते दशरथः शोकेन असमर्थः अभवत्, सः मृतः च अभवत्। इत्युक्ते तत्र श्रुत्वा इति पदमस्ति, कुत्र कुत्र कदा आयाति क्तवान्तरूपम्? एककर्ता द्वे कार्याणि करोति, तथा प्रथमकार्यं तावत् प्रत्ययान्तरूपं क्रियापदम् आगच्छति, तदनन्तरं द्वितीय मुख्य क्रियापदम् अभवत्। इत्युक्ते अत्र अस्मिन् वाक्ये क्रियाद्वयं किम् इत्युक्ते अत्र श्रुत्वा इति श्रुधातुः अस्ति, अभवत् अत्र भूधातुः अपि अस्ति, अतः पूर्वकालिकी क्रियायाः स्वान्तरूपं भवति। श्रुत्वा पूर्वकालिकी क्रियायाः स्वान्तरूपं भवति। अत्र दुःखिता इति पदमस्ति, अक्तान्तरूपमस्ति। अत्र अस्मिन् वाक्ये अत्र अभवत् भूधातुः अकर्मकः अस्ति इति कृत्वा तत्र कर्मपदं नास्ति, दुःखितः अभवत् इत्येव दत्तमस्ति। उत्तमम्। अनन्तरं वचनबद्धः, वदतु भगिनि। एकः प्रश्नः, तत्र पितृवाक्यपरिपालनार्थं तत्र हैफन् अस्ति किल, अहं कुत्रापि पठितवती हैफन् उपयोगं न कर्तव्यं, तत्र समासः अस्ति चेत् एकमेव पदं भवति इति, तत्र किञ्चित् वदतु भगिनि। अत्र यथा भवती उक्तवती तत्रापि समासः अस्ति, पितृवाक्यपरिपालनार्थम् इति एकमेव पदम्। अत्र समासं कुर्मः चेत् पितृवाक्यस्य इति भवति, षष्ठीतत्पुरुषसमासः भवति। अत्र अस्मिन् अस्मिन् समस्तपदे पितृवाक्य परि अपि पदमस्ति, किञ्चित् वदामि। अत्र पितृ ओके परिपालन पालनार्थम् इति स्वीकुर्मः चेत् पालनार्थम् इति एकं पदमस्ति, पालनाय इदम् इति चतुर्थी तत्पुरुषसमासः भवति। पितृवाक्यं महोदय किञ्चित् म्यूट् करोमि, बहु ध्वनिः अस्ति अतः। अत्र पालनार्थम् इति वदामश्चेत् चतुर्थी तत्पुरुषसमासः भवति, पितृवाक्यम् इति एकं समस्तपदम्। इत्युक्ते यदा कदापि अस्मिन् समस्तपदे बहूनि पदानि सन्ति, परन्तु यदा वयं समस्तपदस्य निर्माणं कुर्मः तदा केवलं आरम्भे पदद्वयं स्वीकृत्य एव कर्तव्यं. पितृवाक्यम् अत्र प्रातिपदिकं स्वीकृत्य निर्मामः. अत्र पितृ इति प्रातिपदिकम् अस्ति. वाक्यम् इति अकारान्तपदम्, अकारान्तनपुंसकलिङ्गपदं, किन्तु तस्य प्रातिपदिकं वाक्य. पिताशब्दस्य प्रातिपदिकं पितृ, ऋकारान्तपदमस्ति इति कृत्वा. तदर्थम् अत्र प्रातिपदिकं स्वीकृत्य पितृवाक्यम् इति पदम् आगतम्. इत्युक्ते पितृवाक्यम् अपि च परिपालनं योजयामः, तृतीयं पदं. तत्र किं भवति, षष्टिविभक्तेः लोपः अभवत्. तदर्थं तत्र षष्टितत्पुरुषसमासः अस्ति. इत्युक्ते पितृवाक्यस्य परिपालनम् इत्युक्ते तत्र षष्टितत्पुरुषसमासगर्भे अन्ये समासाः सन्ति. आं भगिनि, तादृशरीत्या वक्तव्यं. यदि यदा वयं समासविषयं पश्यामः तदा इतोपि पठामः. आम्, धन्यवादः भगिनि. अपि च तत्र हैफन् इत्यस्य उपयोगं सम्यक् एव, समीचीनमेव वा? अत्र तत्रापि समासः अस्ति इति. ओ अस्तु अस्तु. अत्र महोदय, पाण्डे महोदय, भवान् किञ्चित् वदति वा? वदतु महोदय. महोदय, कृपया पुनरपि यदि वदति तर्हि अहं वदितुं शक्नोमि. किमर्थं तत्र मम तु अत्र नेट्वर्क् सम्यक् न आगच्छति, गच्छति एवं करोति. अस्तु, चिन्ता मास्तु. भवान् किमपि वक्तुमिच्छति वा अत्र? न, यत्र अहं पितुशब्दरूपं श्रुतवान् किञ्चित् पूर्वे, पितृशब्दरूपं ऋकारान्त्, तो यत्र षष्ठी द्विवचन पित्रौ उक्तवान् वा, उक्तवती वा? अत्र अहं चिन्तयामि पितृवाक्यम् अत्र पृथक् पृथक् इत्युक्ते अत्र बहूनि पदानि सन्ति अस्मिन् समस्तपदे. एकदा वयं समस्तपदस्य निर्माणं कर्तुम् इच्छामः तदा केवलं पदद्वयम् एव स्वीकृत्य कर्तव्यम्. इत्युक्ते पितृवाक्यम् इति वदामश्चेत् तत्र पितुः वाक्यं षष्टिविभक्तेः लोपं कृत्वा वदामः. पितुः वाक्यम् इति विग्रहवाक्यं वक्तव्यं, किन्तु तत्र प्रातिपदिकमेव स्वीकुर्मः इति कारणतः केवलं पितृवाक्यम् इति भवति. तदनन्तरं परिपालनं इति पदं योजनीयं. परिपालनं तत्र योजनेन तत्रापि षष्टिविभक्तेः लोपः एव अभवत्, परन्तु भगिनी पृष्टवती तत्र हैफन् लेखनीयं वा न वा. एकमेव पदं स्वीकृत्य वदामश्चेदपि सम्यक् एव, न लेखनीयं. परन्तु वयं प्रारम्भिकस्तरीय छात्राः, अतः तत्र अपि समासः अस्ति इति बोधयितुं तादृशरीत्या लिखितवन्तः इति मम चिन्तनम्. न, लेखितुं शक्यते, सा भगिनी लेखितुं शक्यते अग्रजा, तो सा लेखितुं शक्यते. यदा माताजी अष्टाध्यायी सहजपद पुस्तके लिखितवती, दित्वा एक सूत्रप्रयोगमस्ति, तत्र भवती किञ्चित् पूर्वे एव उक्तवती पृथकं पृथकं, तो तत्र एव भविष्यति पृथकं पृथकं. यदा दित्वा सूत्रानुसारेण एव लिखितुं शक्यते. अस्तु अस्तु, धन्यवादः महोदय. वदतु भगिनि. परिपालनार्थम् इति न सम्यक् भगिनि, परिपालनार्थं. परिपालनार्थम् एव उक्तवती, किन्तु अत्र परिपालपानार्थं किमर्थं? वदतु महोदय, अत्रापि मुद्रणदोषः अस्ति वा, नो चेत् तत्र किमपि भिन्न अर्थः? अधुना एव अहं दृष्टवती परिपालपानार्थं, तदपि सम्यक् इति भाति, परिपालपानार्थम्. अस्तु, इत्युक्ते तत्रापि अहं न दृष्टवती परिपालपानार्थम्. उत्तमं भगिनि. भगिनि, वदतु महोदय, वदतु। अहं तु महोदय भवत्याः सर्वेभ्यः वाक्यं श्रुत्वा एव अवगम्यते, तत्परं वदामि, मम सम्मुखतः पुस्तकमेव नास्ति। ओ अस्तु, तत्र ईमेल् माध्यमेन अहं प्रेषितवती महोदय, अत्र चिन्ता, अहम् ईमेल् न दृष्टवान्, मम पश्यामि किञ्चित् पूर्वम्। अस्तु, गीताञ्जलि भगिनी वदतु। भगिनी अहं न जानामि, किन्तु इति अहं चिन्तयामि, अत्र पा इति त्रायते इति सूचनार्थ शब्द इत्युक्ते अत्र पाति एकः धातुः अस्ति, पाति इत्युक्ते रक्षणं, पाधातुः तत्र रक्षणार्थे पाधातुः अस्ति, अपि च पानार्थे यः अहं जलं पिबामि तत्र पानार्थे अपि पाधातुः अस्ति। अत्र पितृवाक्यपरिपालपानार्थम् अत्र बहवः विषयाः सन्ति, अत्र हैफन् लेखनीयं वा न वा इत्युक्ते अत्र न लिखामश्चेदपि सम्यक् एव, किन्तु अहम् अस्माकं कृते वयं सर्वे प्रारम्भिकछात्राः अतः तथा लिखितमस्ति इति मम चिन्तनम्। अस्तु, इतोपि किमस्ति अत्र, तेन सह पत्नी सीता भ्राता लक्ष्मणः च गतवन्तौ। अत्र भगिनि अहं वचनबद्धः पदं रचनं कर्तुमिच्छामि, वचनेन बद्धः अत्र बद्ध इति तत्र क्तान्तरूपम् अस्ति, बन्धधातुः अस्ति, बन्धधातोः रूपमेव तत्र लट्लकाररूपं बध्नाति, किन्तु तत्र कानिचन सूत्राणि सन्ति तेन बन्ध धातोः रूपं बद्ध इति आयाति। साधारणतया उत्तरपदं क्तान्तपदम् अस्ति चेत् साधारणतया, सर्वदा नास्ति, तत्र अपवादाः सन्ति, अत्र उत्तरपदं क्तान्तरूपम् अस्ति चेत् तृतीयतत्पुरुषसमासः भवति। अहं चिन्तयामि अत्र वचनैः यथा भवती उक्तवती वचनेन वचनैः किमपि वचनेन इति सम्यक् एव, तत्र वचनबद्धः तृतीयतत्पुरुषसमासः अस्ति इति मम चिन्तनम्। अग्रे अत्र दशरथः शोकं सोढुम् असमर्थः अभवत्, अत्र सोढुम् इति पदमस्ति, कीदृशं पदं? तुमन् प्रत्यय, अत्र लट्लकाररूपं वदतु, सहते सहते सहते सहते इति रूपम् आत्मनेपदी, सहते सोढुम् इति भवति, सोढुम् असमर्थः अभवत्, सः मृतः च, मृतः इति पदमपि क्तान्तरूपम् अस्ति, तत्र धातुः लट्लकाररूपं वदति वा कोऽपि, मरते म्रियते म्रियते न न म्रियते मरति मरणम्, कोऽपि वदतु मृतः तत्र रूपं, मरति मरुतः मरन्ति मृदातु म्रियते म्रियते मृधातुः, किन्तु तत्र म्रियते इति रूपमस्ति, तदपि अत्र सः धातुः सकर्मकधातुः, अतः तदर्थमेव अत्र शोकं सोढुम् इति लिखितमस्ति, किन्तु अत्र म्रियते धातुः अत्र अकर्मकधातुः अस्ति इति कृत्वा मृधातुः अथवा जन् धातुः धातुद्वयम् अकर्मकधातुः, केवलं तत्र कर्मपदं न सम्भवति। असमर्थः इति पदमस्ति, तत्र नञ् समासः अस्ति, तत्र किं वदामः, असमर्थः न समर्थः, उत्तमं, न समर्थः इति वक्तव्यं, नञ् समासः, उत्तमं, धन्यवादः भगिनी। अनन्तरम् अत्र अनन्तरं सूर्यकुमारी भगिनी भवती पठतु अग्रिमपरिच्छेदम्. भगिनि भरतः राज्यं कर्तुं न इच्छति स्म. सः वनं गत्वा रामस्य पुनरागमनं प्रार्थितवान्. किन्तु सत्यवाक्यः रामः निराकृत्य वने एव स्थितवान्. एवं ते त्रयः 13 वर्षाणि वने उषितवन्तः. किञ्चित् वदतु. भरतः राज्यपरिपालनं कर्तुं न इच्छति. इच्छति स्म भूतकालं, इच्छति लट्लकार स्म योजनेन भूतकालं जायते. सः वनं गत्वा रामस्य पुनरागमनं प्रार्थितवान्. सः भरतः वनं गत्वा रामस्य पुनरागमनं प्रार्थितवान् प्रार्थितवान् कृदन्त भूतकालरूपं पुनरागमनं. सः भरतः रामं प्रार्थितवान् अयोध्या पुनरागमनम् इति. किञ्चित् सः भरतः तत्र वनं गत्वा रामं प्रार्थितवान्. किं प्रार्थितवान्? पुनः आगच्छतु, पुनरागमनं, रामस्य पुनरागमनम् इति लिखितमस्ति. अत्र पुनः, तत्र पुनः इति पदम्, अपि च आगमनं, तत्र विसर्गसन्धिः भवति, विसर्गस्य स्थाने रेफादेशः भवति. तत्र तदर्थमेव अत्र पुनः प्लस् आगमनं पुनरागमनम् इति भवति. अत्र आगमनम् इति ल्युडन्तपदमस्ति. प्रार्थितवान् तदा किम् अभवत्? किन्तु सत्यवाक्यः रामः निराकृत्य वने एव स्थितवान्. सत्यवाक्यः रामः विशेषणविशेषसम्बन्धं निराकृत्य अभ्यन्तरं कृत्वा वने एव स्थितवान् कृदन्त भूतकाल. तत्र निराकृत्य चेत् सः न अङ्गीकृतवान्. अत्रापि निराकृत्य इति पदमस्ति, ल्यबन्तपदं. स्थितवान्, स्थितवान् वदतु किञ्चित्. स्थितवान् कीदृशं पदं? तत्र धातुः कः? स्थाधातुः. स्थाधातोः लट्रूपं किम्? अस्ति. भूमा भगिनी वदतु. तिष्ठति. तिष्ठति. तिष्ठति. स्थाधातोः रूपमेव तिष्ठति. किन्तु तत्र तवसन्त रूपमस्ति. तत्र स्थाधातोः रूपं स्थित. वदतु भगिनि. किन्तु स्थाधातुः अपि यथा भूधातुवत् अकर्मकधातुः. एवं ते त्रयः 13 वर्षाणि वने उषितवन्तः. ते रामलक्ष्मणसीता सह त्रयः 13 वर्षाणि संवत्सराणि वने उषितवन्तः. अत्र ते त्रयः दत्तमस्ति. ते के? रामलक्ष्मणसीते सीता. रामलक्ष्मणौ सीता सह सीतया सह अत्र किञ्चित् नूतनं पदमस्ति. वर्षाणि वने उषितवन्तः इति पदमस्ति. उषितवन्तः कीदृशं पदम्? उषितवन्तः तावत् भूतकालरूपं तावत् रूपम्. अत्र लट्लकाररूपं कोऽपि वदति वा? वसितवन्तः उत्तमं भगिनि. वस् धातोः रूपं वसति वसति वसन्ति. सः कुत्र वसति? वयम् अभ्यासपुस्तके पठितवन्तः. सः कुत्र वसति? तत्र वस् धातोः रूपमेव, किन्तु अत्र उषित इति रूपम् आगतं. तत्र उपसर्गः नास्ति, अत्र वस् धातोः रूपं लट्लकाररूपं वसति. लट्लकार बहुवचनं वसन्ति, किन्तु अत्र उषितवान्, उषितवन्तौ, उषितवन्तः अत्र बहुवचने सम्प्रसारणं भवति. भवती एव वदतु सम्प्रसारणम् इत्युक्ते किम्? अहं न जानामि. वा स्थाने आदेशः भवति इत्युक्ते इत्युक्ते अत्र किं वदामः? साधारणतया वयं सर्वे यण् सन्धिं जानीमः. इको यणचि, इकः स्थाने यण् आदेशः भवति अचि परे इति वयं ज्ञातवन्तः. यण् सन्धिः कार्यं यणसन्धौ, तत्र कार्यं किं भवति, तस्य विपरीतक्रमेण सम्प्रसारणकार्यं भवति. विपरीतक्रमेण इत्युक्ते एक्साक्ट् आपोजिट्. तत्र इकः यण् सन्धिविषये तत्र इकः स्थाने यण् आदेशः भवति, किन्तु सम्प्रसारण यदा सम्प्रसारणीयधातुषु यदा सम्प्रसारणकार्यं भवति यण् प्रत्याहारस्थवर्णानां स्थाने इक् प्रत्याहारस्थवर्णाः आदेशाः भवन्ति, आगच्छन्ति. तदर्थमेव अत्र वस्थाने ऊ आयाति, या स्थाने इ आयाति, तथा एव अत्र. किन्तु तत्र कथं वसति, उषित भवति, तत्र बहूनि सन्धिकार्याणि सन्ति, चिन्ता मास्तु. उत्तमं भगिनि. अनन्तरम् अत्र नलिनी भगिनी भवती पठति वा? तदा रावणः कपटेन सीताम् अपहृतवान्, तां लङ्का नीतवान्. रामः, लक्ष्मणः च सीतायाः अन्वेषणार्थम् आञ्जनेयस्य साहाय्येन सुग्रीवम् उपगतवन्तौ. रामः सुग्रीवस्य भ्रातारं हत्वा तेन मैत्रीं कृतवान्, उल्लङ्घ्य लङ्कां प्राप्तवान्. तत्र अशोकवने सीतां दृष्टवान्, तस्याः सान्त्वनं च कृतवान्. किञ्चित् वदतु. रावणः सीताम् अपहृतवान् कपटेन, तदा नो चेत् पङ्क्तिशः पश्येम. अत्र रावणः कपटेन सीताम् अपहृतवान्, कपटेन इति पदं, कपटम् इत्युक्ते संस्कृतभाषायाम् अन्यानि पदानि सन्ति, छलः छलः अथवा व्याजः अथवा मायया इति पदमपि योजयित्वा वक्तुं शक्नुमः. छलः इत्युक्ते अपि कपटः. व्याजः इति पदमपि अस्ति. सः सीताम् अपहृतवान्. अपहृतवान् अत्र अप इति उपसर्गः अस्ति, हृधातुः. अपहरणं करोति इति अर्थे लिखितमस्ति. लङ्कां नीतवान्. नीतवान् अत्र धातुः कः? नीधातुः लट्लकाररूपं किम्? नयति. नयति. कः नीतवान् लङ्कां? भवती एव वदतु भगिनि. कः नीतवान्? रावणः नीतवान्. कां नीतवान्? लङ्कां. कां नीतवान् इत्युक्ते सीतां नीतवान्. अपि च अत्र पश्यतु, नीधातुः द्विकर्मकधातुः. नीधातुः द्विकर्मकधातुः अस्ति इति कृत्वा अत्र कर्मपदद्वयमस्ति. ताम् इत्युक्ते सीतां, लङ्कां नीतवान्. साधारणतया द्विकर्मकधातुः अस्ति चेत् तत्र कर्मपदद्वयं भवितुमर्हति. नीधातुः अथवा प्रच्छधातुः, पृच्छति, तत्रापि द्विकर्मकधातुः अस्ति इति कृत्वा तत्र कर्मपदद्वयम् आयाति यदि इच्छामश्चेत्. अनन्तरं रामः लक्ष्मणः च सीतायाः अन्वेषणार्थम् आञ्जनेयस्य साहाय्येन सुग्रीवम् उपगतवन्तौ. अत्र वदतु उपगतवन्तौ इत्युक्ते वदतु भगिनि किञ्चित्. उपविसर्गः इत्युक्ते तत्र उपगतवन्तौ इत्युक्ते आश्रयं प्राप्तवन्तौ अथवा आश्रितवान् इत्यस्मिन् अर्थे. कौ उपगतवन्तौ? अत्र रामः लक्ष्मणः च. रामलक्ष्मणौ उपगतवन्तौ अन्वेषणार्थं. तत्रापि चतुर्थी तत्पुरुषसमासः अस्ति. आञ्जनेयस्य साहाय्येन तौ द्वौ उपगतवन्तौ. उत्तमम्. अनन्तरं रामः सुग्रीवस्य भ्रातरं हत्वा. अत्र हत्वा इति पदमस्ति. तत्र किञ्चित् वदतु. तत्र हन् हन् धातुः अस्ति. हन् धातोः लट्लकाररूपं हन्ति. किन्तु बहुवचनरूपं घ्नन्ति. तत्र हन् धातोः रूपं कथं घ्नन्ति भवति इति पश्यामश्चेत् तत्रापि सूत्राणि सन्ति इति भाति. उत्तमं. तेन मैत्रीं कृतवान्. आञ्जनेयः समुद्रम् उल्लङ्घ्य. उल्लङ्घ्य कीदृशं पदम्? वदतु. उल्लङ्घ्य लेपन्तपदम्. अत्र लेपन्तपदं किमर्थमित्युक्ते तत्रापि उत् इति उपसर्गः अस्ति. तत्र लङ् धातुः लङ्घते. उल्लङ्घ्य लङ्कां प्राप्तवान्. अत्र प्राप्तवान् इति अहं पूर्वमेव उक्तवती. अहं ज्ञानं प्राप्तवान् इति अपि समीचीनमेव. अहं नगरं प्राप्तवान् इति अपि समीचीनम्. इत्युक्ते तत्र प्रा उपसर्गपूर्वकः आप् धातुः अस्ति. तत्र प्राप्तवान् इति वदामश्चेत् तत्र अहं तत्र गतवान्, अहं तत्र गतवती, तस्मिन् अर्थे अपि तस्य उपयोगं कुर्मः. लङ्कां प्राप्तवान् इत्युक्ते सः लङ्कां गतवान् इति अर्थः. किन्तु सः ज्ञानं प्राप्तवान् इति वदामश्चेत् तत्र भिन्न अर्थः आयाति. अत्र तु आञ्जनेयः लङ्कां प्राप्तवान्, तत्र अशोकवने सीतां दृष्टवान्. अपि च वदतु भगिनि, अत्र आञ्जनेय उल्लङ्घ्य लङ्कां लभते इति समीचीनं वा? लङ्कां लभते न भगिनि, तत्र लङ्कां प्राप्तवान् इत्युक्ते गतवान् इति अर्थः अथवा आगतवान्. धन्यवादः भगिनि. इत्युक्ते अत्र अत्र प्राप्तवान्, प्राप्तवती, प्राप्तं, प्राप्नोति, एतानि पदानि तत्र अहं किं प्राप्नोमि, अहम् उपायनं प्राप्तवती, अहं ज्ञानं प्राप्तवती, अहं पुस्तकं प्राप्तवती, तथापि वक्तुं शक्नुमः. अपि च अहं अत्र किञ्चित् धन्यः अस्तु, अहं नगरं प्राप्तवती इति अपि समीचीनम्. अत्र नळिनी भगिनी भवती एव वदतु, तस्याः स्वान्तनं कृतवान्. अत्र तस्याः स्वान्तनं कृतवान् इत्युक्ते भगिनी वदतु. वदतु भगिनि, वदतु. तस्याः स्वान्तनं कृतवान्. तस्याः षष्ठी विभक्ति तस्य रूप स्त्रीलिङ्गे एकवचनम्. उत्तमम्. अत्र सान्त्वनम् इति एकं पदमस्ति, भवती किम् अवगतवती सान्त्वनम् इत्युक्ते? सान्त्वनम् इङ्ग्लिश् जानामि. वदतु वदतु, भवती किम् अवगतवती वदतु. सान्त्वनम् इत्युक्ते कन्सोल् अथवा संस्कृतभाषायां वदामश्चेत् अन्यानि पदानि किं वदामः, तत्र तस्याः सन्तापहरणं कृतवान् अथवा समाश्वासनम् आश्वासनं दत्तवान् अथवा तस्याः शोकं दूरीकृतवान् अथवा सः अनुनयति, एतानि पदानि सन्ति. आश्वासनं दत्तवान् अथवा सान्त्वयति इति एकं पदमस्ति, लट्लकाररूपं सान्त्वयति, अत्र ल्युडन्तरूपमेव सान्त्वनम् इति ल्युडन्तरूपमस्ति. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र मैथिली भगिनी भवती पठतु अग्रिमं परिच्छेदम् अस्ति वा? इदानीं पर्यन्तं का न पठितवती? सः लङ्कां दग्ध्वा पुनः रामं प्राप्तवान्, तं सर्वं वृत्तान्तं कथितवान् च, लङ्कां गन्तुम् उद्युक्तः च अभवत्. वानराणां सहायेन समुद्रे सेतुं निर्मापितवान्, लङ्कायां लक्ष्मणः कुम्भकर्णं मारितवान् रामः रावणं च. रामः विभीषणः लङ्काराजः इति नियुक्तवान्. सः सीतां प्राप्य अयोध्यां निवर्तितवान्. ओके, सः लङ्कां दग्ध्वा इस् लैक् दग्ध्वा लप् उक्तवतु तुमुन् त्वान्तरूपं दग्ध्वा दट् ईस् फ्रम् द वट् ईस् इति वन्तु प्रातिपदिकं वन्तु दधिया दगि दग् न न अत्र अत्र दग्ध्वा इति क्त्वान्तरूपम् अस्ति दह् धातोः रूपमेव तत्र वयं साधारणतया शृणुमः एकं पदं ल्युडन्तपदं दहनम् इति पदं शृणुमः तत्र दह् धातोः रूपं दग्ध्वा अत्र पश्यतु भगिनि अत्र सः लङ्कां दग्ध्वा पुनः रामं प्राप्तवान् अत्र रामं प्राप्तवान् अत्र पश्यन्तु अत्र गीताञ्जलिभगिनी अत्र पश्यतु लङ्कां प्राप्तवान् रामं प्राप्तवान् इत्युक्ते रामस्य पुरतः अथवा रामं किं वदामः इत्युक्ते रामस्य समीपे आगतवान् इति अर्थः इत्युक्ते रामं प्राप्तवान् तत्र ज्ञानं प्राप्तवान् इति तादृश अर्थः न आयाति अत्र रामं प्राप्तवान् इत्युक्ते रामस्य समीपे निकटे आगतवान् इति अत्र अर्थं तादृशार्थः आयाति वृत्तान्तं कथितवान् च तं सर्वं वृत्तान्तं कथितवान् च तं सीतायां तं यानि रामं रामं अत्र पश्यतु तं दग्ध्वा पुनः रामं प्राप्तवान् ओके तं सः वृत्तान्तं कथितवान् च भगिनि क्षम्यतां भगिनि पश्यतु सः प्राप्तवान् कः सः प्राप्तवान् सः प्राप्तवान् रामं प्राप्तवान् आञ्जनेयः वदतु कः प्राप्तवान् आञ्जनेयः प्राप्तवान् अपि च तम् इत्युक्ते कम् अत्र रामं सर्वं वृत्तान्तं कथितवान् अत्र कथितवान् अस्ति अत्र किञ्चित् महोदय भगिनि पाण्डे महोदय अहं किञ्चित् म्यूट् कृतवती किमर्थं चेत् बहु ध्वनिः अस्ति यदि भवान् वक्तुमिच्छति चेत् अन्म्यूट् कृत्वा वदतु ध्वनिः अस्ति अतः भगिनी वदतु वेदापेणी वदतु तं सर्वं वृत्तान्तं कथितवान् च कथितवान् कथितवान् भूतकालः पुल्लिङ्ग धातुमूलरूपं किम् इत्र तत्र कथयति चुरादिगणीय धातुः अस्ति तत्र कथयति इति लट्लकाररूपम् अस्ति अत्र वृत्तान्तम् इति पदम् अहं चिन्तयामि वृत्तधातोः रूपमेव अत्र वर्तते वयं जानीमः वर्तते आसनपदे अस्ति वृत्तान्तं सन्धिवा अत्र न भगिनि तत्र कृदन्तपदमेव किन्तु तत्र भिन्नभिन्नप्रत्ययाः सन्ति किन्तु मूलरूपं तु मूलधातुः तु वृत्तधातुः एव मम चिन्तनं वदतु कथितवान् च लङ्कां गन्तुम् उद्युक्तः च अभवत् लङ्कां गन्तुं तुमुन् प्रत्यय उद्युक्तः प्रत्यय च अभवत् पाश्चन् भगिनि अत्र उद्युक्तः उद्युक्तः इति पदं केवलं क्तव तु नास्ति, क्तान्तरूपमेव. भवती जानाति चेत् क्तान्तरूपं यथा गतः, पठितः, कथितः, अत्र अत्रापि उद्युक्तः इति क्तान्तरूपं. किन्तु तत्र धातुः कः इति द्रष्टव्यं, धातुः कः अत्र. किन्तु अहं चिन्तयामि उत् उपसर्गयुक्त धातुः द्रष्टव्यं भगिनि. वदतु. ओके, उत् अभवत् वानराणां सहायेन, वानराणां सहायेन समुद्रे सेतुम् अत्र अत्र वदतु एकवारं वानराणां साहाय्यम्. अत्र वानराणां षट्षष्टिविभक्ति बहुवचन. उत्तमं, वदतु. सहायेन समुद्रे सप्तमी विभक्ति, समुद्रे सेतुं कर्मपदं, निर्मापितवान् निर्मापितवान् दिस् इस् लैक् पास्ट् टेन्स् पुल्लिङ्गः. ओत मूलधातु धातु मूलरूपं किम् इति अत्र कोऽपि वदतु, कोऽपि जानाति चेत् नो चेत् अहं वदामि. निर्मापितवान् भवती शृणोतु भगिनि, भवती शृणोतु, कोऽपि जानाति. गीताञ्जलि भगिनि प्रयत्नं करोतु. निर्मापणं धातु अहं न जानामि भगिनि, क्षम्यताम्. निर्माति. उत्तमं, का उक्तवती पुनः वदतु भगिनि, भवती वदतु. रैट्, भवती किञ्चित् शृणोतु भगिनि, का उक्तवती निर्माति. अहं शैलजा अस्मि. वदतु भगिनि, शैलजा भगिनि इतोपि वदतु. निर्माति, निर्माणं करोति. नी इति उप नी वा निर्वा उपसर्गः इति अहं चिन्तयामि. निर् उपसर्गपूर्वकः मा धातुः, निर्माति लट्लकाररूपं निर्माति. किन्तु अत्र अत्र निजन्तरूपम् अस्ति इति कृत्वा निर्मापयति, निर्मापयति लट्लकाररूपं निर्मापयति. अत्र निर्मापितवान् इत्युक्ते सः स्वयं न कृतवान्. सः इत्युक्ते कः? आञ्जनेयः. सः स्वयं न निर्मितवान्. यदि केवलं सः एव सः स्वयमेव कृतवान् चेत् किं वदामः? सः आञ्जनेयः सेतुं निर्मितवान्, निर्मितवान् किन्तु सः स्वयं न कृतवान् इत्युक्ते अन्येषां वानराणां साहाय्येन कार्यं कार्यं कारितवान्, कारितवान् तथा एव अत्र कृतवान् वयं जानीमः, कारितवान् निजन्तरूपम् अत्र, तथा एव अत्र निर्मितवान् निर्मापितवान् तत्र पकारः इत्युक्ते तत्र माति दीर्घ आकारान्तधातुषु मा धातुः दीर्घ आकारान्तधातुः, मा धातुः दा धातुः. तदर्थं निजन्तरूपेषु मापयति, दापयति तादृशानि रूपाणि आयान्ति. अत्र निर्मापयति इति निजन्तरूपं. वदतु भगिनि अग्रिमं. लङ्कायां लक्ष्मणः कुम्भकर्णं मारितवान्. लङ्कायां लक्ष्मणः कुम्भकर्णं, लक्ष्मणः कर्ता, कुम्भकर्णं कर्म, मारितवान् इट्स् लैक् मारयति, इस् इट् लैक् दट् मारयति, मारयति. अत्रापि निजन्तरूपम् अत्र पश्यतु, मृधातोः रूपं म्रियते अत्र, म्रियते अत्र मृतवान्, मृतवान् इति वदामश्चेत् साधारणरूपं सः मृतवान्. पश्यतु उपरि पश्यतु, सः मृतः, सः मृतवान्. मृतः इति पदं क्तान्तरूपं, मृतवान् इति क्तवत्वान्तरूपम्. अत्र मृतवान् नास्ति, सः मारितवान्, मारितवान् कः? कं मारितवान्? लक्ष्मणः कुम्भकर्णं मारितवान्. उत्तमम्. अपि च? अपि च रामः रावणं च. रामः रावणं मारितवान्, लक्ष्मणः कुम्भकर्णं मारितवान्. उत्तमम्, उत्तमं भगिनि, अग्रिमं करोतु. रामः रामः विभीषणः लङ्काराजः इति नियुङ्क्तवान् रामः रामः विभीषणः लङ्काराजः इति नियुङ्क्तवान् इति स्थापितवान् विभीषण लङ्काराज पर् ऐ हेव् अ डौट् हियर् रामः सब्जेक्ट् कर्ता अण्ड् विभीषणः आल्सो अगेन् टु कर्ता विभीषणः लङ्काराजः तदर्थमेव अत्र वदति वा महोदय सम्बडि डाकिङ्ग् क्षम्यताम् किञ्चित् ध्वनिः अस्ति कर्ता रामः विभीषणः लङ्काराजः त्री कर्ता सा एप्टि हौ इस् इट् न न अत्र रामः एव कर्ता तस्मिन् वाक्ये रामः रामः नियुङ्क्तवान् अत्र रामः नियुङ्क्तवान् किन्तु अत्र पश्यतु भगिनी इति लिखितमस्ति यदा कदापि इति वदामश्चेत् तत्र इन्वर्टेड् कामास् आङ्ग्लभाषायां किं वदामः इन्वर्टेड् कामास् इति वदामः विभीषणः लङ्काराजः भवतु इति तस्य आशयः इति नियुङ्क्तवान् अत्र सम्पूर्णवाक्ये अत्र उपवाक्यं लघुवाक्यम् अपि अस्ति इत्युक्ते विभीषणः लङ्काराजः इति तथा वदामश्चेत् इति योजयित्वा वदामश्चेत् तत्र प्रथमाविभक्त्यां वदामः तदर्थमेव तत्र लिखितमस्ति किन्तु कर्ता तु एकः एव रामः नियुक्तवान् अत्र किञ्चित् वदामि यदि भवती जानाति चेत् वदतु नो चेत् वदामि नियुक्तवान् जानामि नियुक्तवान् वदतु मूलरूपं धातु नियुक्त उपसर्ग नी वदतु जानामि न जानाति कोऽपि वदतु शैलेजा भगिनी वदतु युज् दातु उत्तमं तत्र युजिर् इति मूलरूपं युजिर् इति धातुः अस्ति तत्र उभयपदी धातुः अस्ति युनक्ति इति परस्मैपदिरूपम् आत्मनेपदिरूपं युङ्क्ते किन्तु अत्र युनक्ति साधारणतया न शृणुमः युङ्क्ते इति आत्मनेपदिरूपं शृणुमः अत्र योगे इत्यस्मिन् अर्थे इत्युक्ते सः नियोजितवान् तादृश रामः किं कृतवान् विभीषणः लङ्काराजः भवतु इति तत् कार्यं कृतवान् किमपि ऐ एम् नाट् एबल् टु कन्वर्स् इन् सान्स्क्रिट् फ्रीलि बट् ऐ हेव् अ क्वश्चन् हियर् वि आल्वेस् नियुङ्क्तवान् निर्मापितवान् एव्रिथिङ्ग् लैक् देट् वै डोण्ट् वि यूस् दि अदर् पास्ट् टेन्स् लैक् अपठत् अपठेत् दोस् कैण्ड् आफ़् थिङ्ग्स् वै वि डोण्ट् यूस् देट् तदपि वक्तुं शक्नुमः भगिनि तदपि कर्तुं शक्नुमः किन्तु अत्र वयं पूर्वं न पठितवन्तः अत्र करपत्रस्य आरम्भे एव लिखितमस्ति अत्र भूतकालार्थं बोधयितुं तत्र त्रयः प्रकाराः सन्ति एकः तु लङ्लकाररूपं योजयित्वा वक्तुं शक्नुमः अथवा लट्लकाररूपं स्वीकृत्य अन्ते स्मा योजयित्वा अपि वक्तुं शक्नुमः नो चेत् कृदन्तपदम् अत्र नियुङ्क्तवान् इति पदं कृदन्तपदं कृदन्तपदम् अपि योजयित्वा वक्तुं शक्नुमः इत्युक्ते तत्र त्रिषु प्रकारेषु अपि भवति अत्र केवलम् अस्मिन् परिच्छेदे वा अत्र कथायां केवलं कृदन्तरूपाणि इत्युक्ते क्तवत्वन्तरूपाणि योजयित्वा कथा लिखिता इत्युक्ते अत्र क्तवत्वन्तरूपाणाम् अभ्यासार्थम् इमां कथां लिखितवन्तः लेखकः तादृशरीत्या लिखितवान् यथा भवती उक्तवती लङ् रूपं योजयित्वा अपि वक्तुं शक्नुमः सः सीतां प्राप्य अयोध्यां निवर्तितवान् सः सीतां प्राप्य सः रामः सीतां प्राप्य लप् लप् प्रत्यय फ्रम् द फ्रम् प्राप्त्य वट् इस् क्रियापदं दे लभन्त लप्य शोभा भगिनी वदतु लेबन्तरूपं भगिनि प्रासर्गपूर्वक आप्य प्राप्य अत्र प्रा उपसर्गपूर्वकः आप् धातुः अत्र आप्लृ इति वदामः आप्लृ इति वदामः किन्तु तत्र केचन वर्णाः इत् संज्ञकवर्णाः सन्ति तदर्थं साधारणधातुः तु आप् धातुः एव किन्तु तत्र लु लृ इति इत् संज्ञकवर्णः अस्ति यथा भवती उक्तवती लट् लकाररूपं तु प्राप्नोति आप्नोति प्राप्नोति आप्नोति इति रूपम् अस्ति प्राप्य अयोध्यां निवर्तितवान् अयोध्यां निवर्तितवान् गतवान् निवर्तितवान् वर्तते अस्ति उत्तमं वदतु भगिनि वर्तते इति आत्मनेपदीरूपं समानातः परस्मैपदीरूपम् अस्ति नि इति उपसर्गः उत्तमं नि उपसर्गपूर्वकः वृत् धातोः रूपमेव निवर्तिता किन्तु तवत्वन्तरूपम् इत्युक्ते सः किं कृत सः किं कृतवान् सः इत्युक्ते अस्मिन् परिच्छेदे अस्मिन् वाक्ये सः कः सः रामः रामः सीतां प्राप्य अयोध्यां निवर्तितवान् उत्तमं भगिनि धन्यवादः धन्यवाद अन्तिमं वाक्यम् अत्र शैलजा भगिनी भवती पठतु अग्रिमं वाक्यं क्षम्यतां भगिनि अहम् अद्य प्रातःकाले एव मम गूगल् ग्रूप् मध्ये योजनम् अभवत् मम समीपे किमपि नास्ति अस्तु चिन्ता मास्तु अधुना यस्य कस्यापि क्रमः न आगतः चेत् वयं पठन्तु अत्र प्रिया भगिनी अस्ति अपि च सुचित्रा भगिनी अस्ति लक्ष्मी भगिनी अस्ति लक्ष्मी भगिनी भवती पठति वा नो चेत् तत्र जान् महोदय अस्ति भवान् पठतु महोदय अग्रिमपरिच्छेदम् शीघ्रं समापयामः इफ् एनिबडि डिडन्ट् गेट् एनी चान्स् ऐ रिक्वेस्ट् यू टु पार्टिसिपेट् नो चेत् अत्र गीताञ्जलि भगिनी भवती पठतु आं भगिनि जनाः आनन्देन रामस्य पट्टाभिषेकम् आचरितवन्तः रामः धर्मेण राज्यभारम् ऊढवान् एषः रामः गुणवान् वीर्यवान् धर्मज्ञ कृतज्ञः सत्यवाक्यः दृढव्रतः च आसीत् एतां कथां श्रुत्वा वाल्मीकिः सन्तुष्टः अभवत् जनाः आनन्देन रामस्य पट्टाभिषेकम् आचरितवन्तः इत्युक्ते अयोध्यानगरे अत्र सर्वे जनाः आनन्देन रामस्य पट्टाभिषेकम् इत्युक्ते रामस्य राजा भवतु इति रीति इच्छन्ति इति रीति कृतवन्तः राजां कृतवन्तः अनन्तरम् आचरितवन्तः अनन्तरं किम् अभवत् रामः धर्मेण राज्यभारम् ऊढवान् सर्वे कार्यं राजा पश्यतु भगिनि, धर्मेण कीदृशं रूपं? धर्मेण तृतीया भगिनी, अत्र प्रथमान्तरूपं किं? धर्मं तत्र धर्मः किमपि धर्मः तत्र राज्यभारम् ऊढवान् तत्र राज्यभारः ऊढवान् ऊढवान् कीदृशं पदम्? ऊढवान् इत्युक्ते वहति. उत्तमम् उत्तमं भगिनि, स्वीकृतवान् भगिनि, गीताञ्जलि भगिनि स्वीकृतवान् अर्थः तु स्वीकृतवान्, किन्तु अत्र धातुः कः अपि च लट्लकाररूपं किम् इति पश्यामश्चेत् अत्र शैलजा भगिनी उक्तवती वह् वह् धातोः रूपमेव. प्रश्नः, यथा भवती अस्मान् पृच्छति वोढुम् इच्छति वा इति, तत्र वोढुम् इति पदे स्वीकरोति इति अर्थम् एव वा? उत्तमम्. भागं भवन्तः सर्वे भागं वोढुम् इच्छन्ति वा? वहति वह धातोः रूपमेव वोढुं, सः धातोः रूपं सोढुम् उपरि दत्तमस्ति, वह वोढुं सः सोढुं, तथा एव अत्र वह धातोः रूपमेव ऊढवान् तवत्वन्तरूपं. तत्र कथा कथं भवति इति वयम् अग्रे गत्वा पठिष्यामः. राज्यभारम् ऊढवान् इत्युक्ते राज्यभारं स्वीकृत्य स्वीकृत्य कृतवान् इति अर्थः. तावदेव अत्र धर्मेण राज्यं भारम् ऊढवान्, अत्र धर्मेण इति तस्य प्रामुख्यता अस्ति. उत्तमम्. अपि च अत्र एषः रामः कीदृशः? बहु विशेषणानि. उत्तमं भगिनि, बहूनि विशेषणानि दत्तवन्तः. अत्र रामः तु गुणवान्, अत्र गुणवान् इत्यस्मिन् पदे मतु वत् प्रत्ययः अस्ति, गुणवत् इति प्रातिपदिकमस्ति. पुंलिङ्गे गुणवान्, स्त्रीलिङ्गे गुणवती इति वदामः. तत्र मतु प्रत्ययः अस्ति चेत् भगिनि न अत्र अत्र रूपं गुणवान् इति पदं तस्मिन् न अत्र किं वदामः, मतुप्रत्ययः वतुप्रत्ययः अस्ति. मतुप्रत्ययः इत्युक्ते यस्य यस्मिन् गुणाः सन्ति सः गुणवान्, यस्य यस्मिन् धनमस्ति सः धनवान्, तथा मतुप्रत्ययः. तदर्थमेव अत्र पुंलिङ्गे गुणवान्, स्त्रीलिङ्गे गुणवती, तथा एव अत्र वीर्यवान् इत्युक्ते यस्मिन् गुणाः सन्ति सः गुणवान्, यस्मिन् वीर्यम् इत्युक्ते वीरत्वम् अस्ति सः वीर्यवान्. अत्र शक्तिमान् इति पदमपि अस्ति, यस्य यस्मिन् शक्तिः अस्ति सः शक्तिमान्. किन्तु तत्र वान् कदाचित् वान् आयाति, कदाचित् मान् आयाति, इत्युक्ते पदम् अकारान्तपदं गुण इति वदामः, तत्र अकारः अस्ति इति कृत्वा तत्र वान् आयाति. यदि शक्तिः इति वदामश्चेत् इकारान्तपदं शक्तिः अस्ति इति कृत्वा तत्र शक्तिमान् इत्युक्ते तस्मिन् शक्तिः अस्ति, शक्तिमती. तथा एव वयं साधारणतया शृणुमः श्रीमान्, तदपि मतुप्रत्ययान्तरूपं श्रीमान् श्रीमती इति वदामः. तथा एव अत्र रामः गुणवान्, रामः वीर्यवान्, अपि च रामः धर्मज्ञः. धर्मज्ञः इति पदं समस्तपदम्, अतः तत्र किं वदामः? अरुणभगिनी वदतु, अरुणभगिनी जानाति, वदतु भगिनि धर्मज्ञः अस्ति वा? भगिनि अरुणा भगिनि नो चेत् अहं वदामि शीघ्रं समापयामः अत्र क्षम्यतां भगिनि म्यूट् वदतु धर्मं जानाति यस्य सः धर्मज्ञः अत्र न न भगिनि अत्र अरुणा भगिनी भवती वदतु अत्र समासस्य नाम किम् विशेषणपूर्वकर्मधारय न भगिनि न अत्र किं वदामः इत्युक्ते धर्मज्ञः इति पदं पश्यामश्चेत् तत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते यः धर्मं जानाति सः धर्मज्ञः साधारणतया सुबन्तपदयोः मध्ये एव समासं कुर्मः समस्तपदनिर्माणं कुर्मः किन्तु अत्र उपपदसमासः इति एकः समासः अस्ति उपपदसमासे किं भवति विग्रहवाक्ये साधारणतया तिङन्तपदम् आयाति इत्युक्ते धर्मं जानाति इति पदं तिङन्तपदम् इति कृत्वा तत्र उपपदसमासः इति वदामः यः धर्मं जानाति सः धर्मज्ञः अत्र ज्ञा इति आकारान्तधातुः ज्ञाधातोः रूपमेव अत्र ह्रस्वं कृत्वा इत्युक्ते तत्रापि नियमाः सन्ति अत्र शास्त्रज्ञः शास्त्रं जानाति शास्त्रज्ञः तथा एव अत्र कृतज्ञः कृतज्ञः अपि तादृशं पदम् उपपदसमासः अस्ति तयोः द्वयोः पदयोः अपि च सत्यवाक्यः अत्र अहं चिन्तयामि सत्यवाक्यः अपि च दृढव्रतः इति पदद्वयं तत्र बहुव्रीहिसमासः अस्ति इत्युक्ते तत्र बहुव्रीहिसमासे किं भवति इत्युक्ते अन्यपदप्राधान्यमस्ति रामः तु रामः इति शब्दस्य विशेषणं सत्यवाक्यः रामः सत्यवाक्यः रामः दृढव्रतः इत्युक्ते तत्र सत्यवाक्यः इत्यस्मिन् पदे सत्यम् अस्ति वाक्यमस्ति किन्तु द्वयोः पदयोः प्राधान्यता नास्ति एव अन्यपदं सत्यवाक्यः कः इत्युक्ते रामः इत्युक्ते तस्मिन् अन्यपदप्राधान्यमस्ति इति कृत्वा तत्र बहुव्रीहिसमासः इति वदामः साधारणतया बहुव्रीहिसमासे अन्यपदप्राधान्यं भवति तथा एव दृढव्रतः च आसीत् अन्ततो गत्वा एतां कथां श्रुत्वा वाल्मीकिः सन्तुष्टः अभवत् कथां कः उक्तवान् नारदः नारदः